सर्वेभ्यो नमः. अस्माकं प्रवर्तमानः विषयः अस्ति त्वान्तरूपम् इति. तत्र कीदृशत्वान्तरूपं वयम् अभ्यासपुस्तके अपि दृष्टवन्तः. कीदृशं त्वान्तरूपं कीदृशं भवति? बालकः विद्यालयं गच्छति, बालकः पठति. अतः वयं वाक्यद्वयं मिलित्वा किं वदामः? बालकः विद्यालयं गत्वा पठति इति. अथवा बालकः क्रीडति तदनन्तरं बालकः खादति इति अस्ति चेत् बालकः क्रीडित्वा खादति. तत्र किं भवति? क्रियाद्वयमस्ति, प्रथमा क्रिया तदनन्तरं द्वितीया क्रिया. तद् द्वयमपि वयं सूचितुम् इच्छामः. अतः किं कुर्मः? तत्र द्वितीयक्रिया क्रियापदरूपेण भवति, किन्तु प्रथमक्रिया तस्य त्वान्तरूपं, क्रियापदस्य त्वान्तरूपम् उपयुज्य वाक्यं कुर्मः. अहं कार्यं कृत्वा वर्गम् आगच्छामि. प्रथमकार्यमस्ति कार्यं, तदनन्तरं वर्गः आगमनं, वर्गस्य आगमनम्. अतः प्रथमकार्यं त्वान्तरूपे भवति, तत्र कृत्वा वर्गम् आगच्छामि इति. अत्र केवलं पुनःस्मरणार्थं भवन्तः अपि एतादृशवाक्यं, वाक्यद्वयं तदनन्तरं त्वान्तरूपम् उपयुज्य एकं वाक्यं वदन्तु. तत्र शोभा भगिनी, लघुवाक्यं, लघुवाक्यं. सस्यानि वर्धन्ते, वृक्षाः भवन्ति. सस्यानि वर्धित्वा वृक्षाः भवन्ति. हा, समीचीनं भगिनि, समीचीनं. हा, अन्यत् वाक्यं तत्र उमा मीनाक्षी भगिनी, त्वान्तरूपं. ओके. पुस्तकं पठित्वा उत्तरं ददामि. हा, पुस्तकं पठित्वा उत्तरं ददामि, समीचीनं भगिनि. हा, तत्र वाक्यद्वयं भवति चेत् किं भवति? पुस्तकं पठामि, उत्तरं ददामि. हा, मिलित्वा पुस्तकं, पुस्तकं पठित्वा उत्तरं ददामि, समीचीनं भगिनि. हा, अस्तु. नरेश महोदय, बालकः क्रीडं क्रीडति, भोजनं करोति. बालकः क्रीडं क्रीडित्वा भोजनं करोति. हा, समीचीनम्. अकर्मक्रीडा, क्रीडदा अकर्मक अस्ति. अकर्मक, हा, अस्तु अस्तु अस्तु महोदय. केवलं, हा, सत्सत्यं. कन्दुकेन क्रीडति इति भवति खलु. हा, कन्दुकेन सह क्रीडति. अस्तु, समीचीनं महोदय. रघुपतिमहोदय धन्यवादः. नरेश महोदय, तत्र कर्मपदं मास्तु. आम्, बालकः क्रीडति, भोजनं करोति. बालकः क्रीडित्वा भोजनं करोति. हा, समीचीनं महोदय. भोजनं खादति तदपि. हा, अस्तु. अपि उषा भगिनि. आं महोदय. योगी अहङ्कारं त्यजति, शान्तः भवति. योगी अहङ्कारं त्यक्त्वा शान्तः भवति. हा, समीचीनं भगिनि. हा, अस्तु. शुभा भगिनि. ते भुङ्क्त्वा निद्राति. निद्राति न, तत्र ते इति अस्ति. ते इति अस्ति. निद्राति इत्यस्य निद्रान्ति वा? निद्रान्ति, अस्तु, सुलभं रूपं स्वीकुर्मः. निद्रां कुर्वन्ति. निद्रां कुर्वन्ति. हा, अत्र वाक्यद्वयं भवति चेत् ते भुञ्जन्ते. भुञ्जन्ते वा महोदय? हा, तत्र भुङ्क्ते, तत्र किमस्ति रूपं द्रष्टव्यमस्ति भगिनि, मम मनसि नास्ति. कोऽपि जानाति वा? भुज् धातुः भुक्त्वा इति भवति खलु न न न क्रियापदं क्रियापदम् एकवचने भुञ्जति इति अस्ति भुञ्जति अस्तु भुञ्जन्ति अस्ति वा भुञ्ज आत्मनेपदी भगिनी इदानीम् अस्तु तत्र भुज् धातुः खलु एतत् भुङ्क्ते इति भुज् इति मन्ये भुजति हा भुङ्क्ते हा भुज् धातुः अस्तु हा भुञ्जन्ति इति अस्ति भगिनि परस्मैपदी भुञ्जन्ते इति आत्मनेपदीरूपं भुञ्जन्ते क्षम्यतां भुञ्जते भुञ्ज क्षम्यतां भुङ्क्ते भुञ्जाते भुञ्जते भुञ्जते इति बहुवचनरूपं बहुवचनरूपं भुञ्जते वा महोदय भुञ्जते सम्यक् वा महोदय ते भुञ्जते ते निद्रां कुर्वन्ति इदानीं शिलाखण्डाः घटात् श्रमित्वा अधः पतन्ति सम्यक् वा शिलाखण्डाः घटात् श्रंसित्वा श्रम् उपसर्गः अस्ति चेत् श्रम् श्रम् इति अत्र श्रमित्वा इति एव अस्ति तत्र उपसर्गः नास्ति वा श्रंसते नास्ति महोदय अत्र पुस्तके श्रंसते श्रंसित्वा इति दत्तमस्ति ओ अस्तु अस्तु अतः तत्र उपसर्गः संस्रते संस्रते अस्तु श्रंसित्वा अधः पतन्ति अधः पतन्ति अस्तु भगिनि समीचीनमेव समीचीनमस्ति भगिनि अस्तु तत्र निद्राति इति तत्र तस्य रूपम् अहं न जानामि निद्राति इति कोऽपि जानाति वा निद्राति इति तस्य रूपं किम् अस्ति बहुवचने धातुः किमस्ति महोदय किन्तु त्वान्तरूपं न अपेक्षितं महोदय तत्र बहुवचनरूपम् अपेक्षितमस्ति अत्र करोति इत्युक्ते कुर्वन्ति कुर्वन्ति निद्राति तादृश भवति वा नो न न तत्र करोति इति ओकारः अस्ति तत्र प्रायशः अन्यगणः अस्ति इति मन्ये निद्राति इति तत्र द्रष्टव्यमस्ति भगिनि तत् न स्मरामि अस्तु तत्र गृहपाठे तु पञ्चवाक्यानि इति आसीत् खलु अतः अन्यत् अपि वाक्यं वक्तुं सर्वे शक्नुवन्ति इति मन्ये शुभभगिनी अन्यत् वाक्यम् अस्ति वा अहम् उदित्वा अहं तत्र कर्मपदम् आवश्यकं खलु कुत्र अहम् उदित्वा इति प्रारम्भं कृतवती किन्तु तत्र उदित्वा इति तत्र सकर्मकधातुः अस्ति चेत् सर्वदा कर्मपदं भवति इति नियमः नास्ति खलु ओ एवं वा हा तत्र हा अहं गच्छामि तत्र गृहं गच्छामि इति वक्तुं शक्नुमः अहं गच्छामि अपि वक्तुं शक्नुमः खलु अहं दृष्ट्वा वदामि अहं दृष्ट्वा वदामि अहम् उदित्वा करोमि हा समीचीनं भगिनि अस्तु अन्यत् वाक्यम् अस्ति वा महोदय अहं वदामि वा अस्तु अस्तु वदतु भगिनि शोभा भगिनि वदतु कृषिकः पृथिवीं कर्षति बीजानि स्थापयति कृषिकः पृथिवीं कृष्ट्वा बीजानि स्थापयति समीचीनं भगिनि तत्र महोदय पृथिवीम् अपि समीचीनम् अस्ति वा अथवा भूमिम् इति वदामः वा तत्र प्रायशः तत्र अनेकाः पदाः सन्ति भूमिकृते पृथिवीमपि उपयोगं कर्तुं शक्नुमः हा तत्र हा इदानीं न स्मरामि भगिनि, किन्तु प्रायशः तत्र अन्यत् किमपि उचितपदं तत्र प्रायशः अस्ति. रघुपतिमहोदय जानाति वा? पृथ्वी भूमि इत्युक्ते समीचीनमेव, भूमि इति एव समीचीनमेव अहं चिन्तयामि. पृथ्वी इत्युक्ते पृथ्वी पृथ्वी अपेक्षया सकल सकल भूमि अस्ति. भूमिं एण्टैर् पृथ्वी इत्युक्ते अखण्ड भूमि इति भवति अतः, किन्तु भूमि इत्युक्ते तस्य एकः भागः इति इति अपि भवितुम् अर्हति भवति इति. अस्तु महोदय. अतः प्रायः भूमिति सम्यक् अस्ति. प्रायः अन्यत् अपि पदं तत्र बहु सम्यक् इति भवति इति मन्ये, किन्तु तत्र यदि कथां पश्यामः तस्मिन् एतादृशरूपं भवति, किन्तु मनसि स्मरणं नास्ति अतः. आम् महोदय. किन्तु भुवम् इति अपि अस्ति, भूधातोः भुवम् इति अपि भूमि एव भवति. भुवनं भूमि कर्मपदं भुवम् इति भवति महोदय. अस्तु. अतः वाक्यं तत्र भूमिम् अथवा भुवम् इति. तदनन्तरं त्वान्तरूपं किम् आसीत् भगिनि? कृष्ट्वा इति वा? कृष्ट्वा इति. कृष्ट्वा. अस्तु. कृष्ट्वा कृष्ट्वा बीजानि स्थापयति. समीचीनं भगिनि. अस्तु. अन्यत् वाक्यं? माता शिशुं रमयति अपि भोजनं खादयति. माता शिशुं रमित्वा भोजनं खादयति. अस्तु भगिनि. सा ध्यायति कार्यालयं गच्छति. सा ध्यात्वा कार्यालयं गच्छति. अपि च बालकाः तत्तु कोऽपि क्लेशः नास्ति तत्र महोदय मम. बालकाः भोजनं भुङ्क्त्वा भोजनं तत्र महोदय भुङ्क्त्वा इति वक्तुम् इच्छामि चेत् भुनक्ति. बालकाः भोजनं भुञ्जन्ति, निद्रां कुर्वन्ति. बालकाः भोजनं भुङ्क्त्वा निद्रां कुर्वन्ति. भुञ्जन्ति परस्मैपदी. भुञ्जन्ति. तत्र भुञ्जेव धातु अस्ति. त्वान्तरूपं प्रायशः भुङ्क्ते. अहं चिन्तयामि तत्र प्रायशः भुक्त्वा एव प्रायशः अस्ति इति मन्ये भगिनि. तत्र भुक्त्वा इति अहं भुक्त्वा एव लिखितवती. भुक्त्वा. अस्तु महोदय. भुक्त्वा इति अस्ति चेत् भुञ्जन्ति एव खलु. तावदेव महोदय. अस्तु. तत्र प्रायशः तत्र यदि तत् मनसि इदानीमेव आगतं, तत्र परस्मैपदी वा आत्मनेपदी वा तत्र प्रायशः धातु तत्र उभयपदी धातु अस्ति चेत् तत्र केवलम् एकमेव त्वान्तरूपम् अस्ति इति मन्ये. यदि तत्र भुङ्क्ते इति दत्तमस्ति महोदय पुस्तके. अतः यदि तत्तु आत्मनेपदीरूपम् अस्ति, यदि यदि यदि परस्मैपदीरूपं स्वीकुर्मश्चेदपि तत्रापि तस्य त्वान्तरूपम् एकमेव अस्ति इति मन्ये. तत्र धातुतः त्वान्तरूपम् एकमेव भवति. यदि यद्यपि धातोः रूपद्वयम् अस्ति, तत्र परस्मैरूपम् अस्ति आत्मनेपदीरूपम् अस्ति, किन्तु त्वान्तरूपम् एकमेव अस्ति इति मन्ये. अस्तु महोदय. अतः यदि वयं भुङ्क्ते इति क्रियापदस्य भुक्त्वा इति रूपं पश्यामः, तदेव रूपं भुनक्ति इति क्रियापदस्य अपि इति भवति इति मम मतमस्ति. यतः धातु एकमेव अस्ति इति कृत्वा. आम् एकम् एव धातु स्वीकृत्य एकं धातुं स्वीकृत्य वयं लकाराणां निर्माणं कुर्मः. तादृशपरस्मैपदीरूपमपि भवति प्रत्यययोगेन, अपि आत्मनेपदीरूपमपि भवति, किन्तु धातु एकमेव अस्ति, अतः त्वान्तरूपमपि एकमेव अस्ति. अस्तु महोदय. हा इति अस्तु भगिनि. हा अस्तु अग्रे. हा मधुसूदन महोदय. हा धन्यवादः भगिनि. हा मधुसूदन महोदय वक्तुम् इच्छति वा वाक्यं? आम् महोदय. अस्तु. अध्यापकः देवालयं गच्छति, पाठं पाठयति. अध्यापकः देवालयं गत्वा पाठं पाठयति. समीचीनं महोदय. अन्यत्? बालकः दूरदर्शनं पश्यति, भोजनं करोति. बालकः दूरदर्शनं दृष्ट्वा भोजनं करोति. हा एषः तु किं बहु विशेषबालकः अस्ति महोदय. सर्वान् बालकान् यान् अहं पश्यामि ते सर्वे पश्यन्नेव खादन्ति. दृष्ट्वा तदनन्तरम् इति तु तत्र कोऽपि. हा विशेषबालकः अस्ति. समीचीनं महोदय, वाक्यं तु समीचीनमस्ति. हा अस्तु. अन्यत् वाक्यमस्ति वा महोदय? तदेव महोदय. अस्तु अस्तु. हा शीतल भगिनी नमस्कारः. अस्तु. पूर्णेन्द्र महोदय. हा नमस्कारः भगिनि. पूर्णेन्द्र महोदय वाक्यम् अस्ति वा महोदय त्वान्तरूपस्य? आम् महोदय. हा सीता स्नानं कृत्वा देवालयं गच्छति. वाक्यद्वयं वदामि चेत् सीता स्नानं करोति, अनन्तरं देवालयं गच्छति. समीचीनं महोदय. आम् महोदय. अस्तु. अन्यत् वाक्यमस्ति वा? अन्यत् वाक्यं नो चेत् किञ्चित् अनन्तरं पृच्छामि महोदय. हा उषा भगिनी. आं महोदय. हा वधुः कार्यं कृत्वा भोजनं पक्त्वा श्वश्रूं भोजनं परिवेश्य स्वयं खादति. भगिनी तत्र दोषाः सन्ति. केवलं त्वान्तरूपमिति आसीत्. खलु एतत् अन्यत् नूतनरूपम् अस्ति, तदहुना अवगच्छामि. हा न न समीचीनमस्ति भगिनि. अन्य अग्रिमवाक्यं छात्रस्य प्रश्नं श्रुत्वा भवान् सङ्गणकद्वारे उत्तरं ददाति. हा समीचीनं भगिनि. हा अग्रे. अहं त्वान्तप्रत्ययस्य अभ्यासं कृत्वा संस्कृतकक्ष्याम् आगतवती. हा समीचीनं भगिनि. हा अस्तु. समीचीनं भगिनि. हा अस्तु. बालः वृक्षस्य शाकं गृहीत्वा फलम् अवचिनोति. अवचिनोति. अस्तु. हा हा हा अवचिनोति. अस्तु भगिनि. हा समीचीनं. हा तत्र अस्तु चिनोति अथवा अवचिनोति. अस्तु भगिनि. हा धन्यवादः. हा समीचीनमस्ति. उमामीनक्षी. हा वदतु भगिनि. द्रा धातुः अस्ति महोदय. हा नि उपसर्गपूर्वकं द्रा धातु. द्रा धातु अस्ति वा? अस्तु अस्तु. धन्यवादः भगिनि. हा अतः रूपं किम् अस्ति? द्रातः द्रान्ति. द्रान्ति. अस्तु. अतः निद्रान्ति एव समीचीनम् अस्ति वा? अस्तु समीचीनम्. अस्तु धन्यवादः भगिनि. हा अस्तु. शुभा भगिनी उत्तरं प्राप्तं वा? आम् महोदय. अस्तु. एतत् वाक्यं सम्यक् वा? ते महिले ग्रन्थं पठित्वा अर्थम् अवागच्छताम्. ते महिले ग्रन्थं पठित्वा अर्थम् अवागच्छताम् अवागच्छताम् हा भूतकालरूपम् अस्ति हा तत्र गच्छत अचलत् अचलताम् अचलताम् अस्तु अवागच्छतम् अवागच्छत् अवागच्छताम् अस्तु भगिनि हा तत्र अपि उपसर्ग अस्ति इति कृत्वा तत्र अवागच्छतं भवत् अवागच्छताम् इति दीर्घ आकारः आगच्छति अस्तु भगिनि हा द्विवचने अपि अस्ति अतः अस्तु समीचीनं भगिनि हा त्वं प्रवासं गत्वा मोदस्व तदपि सम्यक् वा महोदय त्वं प्रवासं गच्छतु मोदस्व तदेव समीचीनमेव भगिनि तत्र केवलं त्वान्तरूपं केवलं लट्लकारे इति किमपि नास्ति नास्ति वा नास्ति नास्ति नास्ति किमपि कोऽपि लकारे किं लकारः अस्तु कस्मिन्नेव लकारे वयं त्वान्तरूपं स्थापितुं शक्नुमः अतः तत्र भूतकालरूपं वा भविष्यत्कालरूपं लोट्लकारं किमपि तत्र त्वान्तरूपं भवितुम् अर्हति केवलं तत्र प्रथमकार्यः तदनन्तरं प्रथमाक्रिया तदनन्तरं द्वितीया क्रिया इति अतः तत्र केवलं तयोः मध्ये सम्बन्धः अस्ति इत्युक्ते क्रियाद्वयम् अस्ति तत्र एका प्रथमा तदन एका द्वितीया इति किन्तु क्रियाद्वयं कदा भवति इति किमपि कोऽपि नियमः नास्ति अतः भूत्काले वा किमपि लोट्लकरे आज्ञार्थे किमपि भवितुम् अर्हति भगिनि अहं शीघ्रं गत्वा लोकयानं प्राप्स्यामि भविष्यत्कालरूपमपि सम्यक् एव सम्यक् एव समीचीनं भगिनि अस्तु अन्यत् वाक्यम् अस्ति वा भगिनि शुभ भगिनि न महोदय अस्तु उषा भगिनि रघुपतिमहोदय वक्तुम् इच्छति वा त्वान्तरूपं क्षम्यता महोदय अस्तु अस्तु अस्तु अस्तु नरेश् महोदय अन्यत् वाक्यम् अस्ति वा महोदय पाठं पठतु विद्यालयं गच्छतु पाठं पठित्वा विद्यालयं गच्छतु सः प्रश्नं पृच्छति ज्ञानं प्राप्नोति सः प्रश्नं पृष्ट्वा ज्ञानं प्राप्नोति समीचीनं महोदय जननी भोजनं पचति पुत्रम् आह्वयति जननी भोजनं कृत्वा पुत्रम् आह्वयति हा समीचीनम् तत्र पक्त्वा पक्त्वा इति खलु तस्य मित्रं पश्यति सः पुस्तकं स्वीकरोति तस्य मित्रं दृष्ट्वा सः पुस्तकं स्वीकरोति तस्य मित्रं दृष्ट्वा पुस्तकं स्वीकरोति पुस्तकं स्वीकरोति अस्तु समीचीनं महोदय पुस्तकं मित्रं दृष्ट्वा पुस्तकं स्वीकरोति अस्तु समीचीनं महोदय धन्यवादः वंशीसुधा भगिनी नमस्कारः वक्तुम् इच्छति वा नमस्ते महोदय अहं त्रीणि वाक्यानि वदामि अस्तु भगिनि अस्तु यद्वस्ति तद् वदतु भगिनि सरस्वतीदेवीं नमतु पाठं पठतु सरस्वतीं देवीं नत्वा पाठं पठतु आपणं गच्छतु फलम् आनयतु आपणं गत्वा फलम् आनयतु बालकः कार्यं करोति गृहं गच्छति बालकः कार्यं कृत्वा गृहं गच्छति समीचीनं भगिनि समीचीनं तदेव अस्तु अस्तु समीचीनमस्ति भगिनि अस्तु धन्यवादाः सर्वेषाम् अस्तु तत्र कोऽपि स्मरति वा वयं तत्र अहं जानामि पेज् 131 मध्ये स्मः महोदय. गतवर्गे मम एकः सन्देहः आसीत् गम् धातोः विषये. तस्मिन् विषये रघुपति महोदय विवरणं दत्तवान् वाट्साप् मध्ये. महोदय वक्तुम् इच्छति वा रघुपति महोदय? आम् महोदय. न अकर्मक इति सकर्मक इति किम् इति तत्र मार्गद्वयमस्ति. एकं तु सरलमार्गः अस्ति कं काम् इति अथवा किम् इति प्रश्नं पृष्ट्वा वयं ज्ञातुं शक्नुमः. परन्तु अत्र यदा गच्छति इति अस्ति सः गच्छति, तत्र यदा वयं तत् तादृशप्रश्नं कृतं चेत् तस्य अकर्मकत्व एव भवति. कं गच्छति इति न भवति. अतः शास्त्रीयमार्गः अस्ति यत्र धातुः अस्ति, धातोः अर्थः अस्ति, फल अपि व्यापारः. यदा रामः फलं खादति इति अस्ति तत्र कार्यमस्ति, एकमस्ति क्रिया अस्ति अपि च फलमस्ति. यत्र फलमपि क्रियायाः आधार एकः एव भवति, तत्र सकर्मकः भवति. यतः आधारः द्विधा भवति, आधारः भिन्नः भवति, तत्र सकर्मक इति वयं वक्तुं शक्नुमः. यदा रामः ग्रामं गच्छति इति अस्ति, गम् धातोः व्यापारः अस्ति, तत्र पादचरणमिति इति व्यापारः अस्ति, क्रिया अस्ति. संयोगः अस्ति, तत् फलमस्ति, तत् ग्रामे अस्ति, अतः तत्र भिन्नमस्ति आधारः, तेषां निष्ठा भिन्नमस्ति. फलं ग्रामे अस्ति, क्रिया यः करोति तस्मिन् अस्ति. अतः यत्र द्विनिष्ठा भवति तत्र सकर्मकः भवति, यत्र एकनिष्ठा भवति यथा पुष्पं विकसति तत्र विकसन पुष्पे एव भवति, अथवा बालक तिष्ठति अथवा उत्तिष्ठति, तत्र फल अपि क्रिया अपि एके एव भवति. अतः तत् अकर्मकम् इति शास्त्रीयरीत्या वयं वक्तुं शक्नुमः. अस्तु महोदय. अतः गम् धातुः सकर्मकः अस्ति. सकर्मक किमर्थ यत्र कं काम् इति प्रश्नं भवति चेत् तत्र वयं ज्ञातुं न शक्नुमः इति. कं गच्छति इति न भवति खलु. रामः कं गच्छति इति प्रश्नं प्रष्टुं न शक्नुमः. तत्र उत्तरं नास्ति. प्रश्न एव उत्तरं ददाति. कुत्र इति एव कुत्र इति एव उत्तरं ददाति. उत्तरं ददाति कुत्र इति. ग्रामाय गच्छति तद् भवति, तत्र ग्रामाय गच्छति इति भवति खलु, तदपि भवति. तदेव तत्र सकर्मक अस्ति वा महोदय? सकर्मक अस्ति. किमर्थं संयोग अहं दात्वप्रकरणे दृष्टवान् आसीत्. महाबलेश्वरभट्टं वर्यस्य अपि पुस्तके अस्ति, अपि च जनार्दन हेगडे वर्यस्य पुस्तके अस्ति एतत् विषये. सकर्मक अकर्मक कथं वयं ज्ञातुं शक्नुमः इति. महोदय जनार्दन हेगडे वर्यः पुस्तकं किं नाम किं महोदय? न तत्र भवती कृतवती अस्ति खलु शुद्धकौमुदी. ओ शुद्धकौमुदी. तत्रापि अस्ति न रूप अन्यदपि अस्ति. रूपशुद्धिः तस्मिन्नपि अस्ति. रूपशुद्धिः अपि अस्ति. जन महाबलशेखरेवर्यस्य कारकप्रकरणमिति कारकम् इति पुस्तकमस्ति, तत्र अस्ति. तत्रापि अस्ति. धन्यवादः महोदय. बहु समीचीनमस्ति महोदय, धन्यवादः. अस्तु, अतः तत्र सकर्मक अपि अकर्मक इति धातोः भेदः कः इति तत्र आधारम् इति दृष्ट्वा वक्तुं शक्नुमः इति वा? द्विनिष्ठ आधारः अस्ति चेत् क्रियायाः आमामाम् भूमिष्ठ आधारः अस्ति. किमर्थं धातोः अर्थ क्रिया अपि फलम् अपि अस्ति, अतः केवल पुरातन वैयाकरणं वदन्ति क्रिया एव धातोः अर्थः इति, परन्तु नवीन वैयाकरणं वदन्ति क्रिया अपि अस्ति फलमपि अस्ति. अस्तु, अपि जनार्दन हेग्डे महोदय नव्यन् वैयाकरणानां मते मतम् अनुसरति वा? अनुसरति, हा आम् आं महोदय. सा मार्गद्वयं वदति, यत् सुलभः अस्ति यत्र मार्गेण वयं गम्यस्थले गन्तुं न शक्नुमः तदा शास्त्रीयमार्ग एव अनुसरणीयम्. अस्तु अस्तु, किन्तु तत्र सुलभम् उत्तरं किम् अस्ति? गम् धातोः, गम् धातुः सकर्मक इति. सकर्मक इति तत् सकर्मक इति अस्ति, परन्तु तत्र वयं लौकिकरीत्या न वक्तुं शक्नुमः कं गच्छति अथवा कं काम् अथवा किम् इति. पुष्पं विकसति इति अस्ति, तत्र कं विकसति इति न भवति. एकवारं यदा कः किं विकसति इति वयं प्रश्नं पृच्छामः चेत् अनन्तरं तत् प्रथमविभक्त एव भवति. अनन्तरं कं विकसति इति पुष्पं न भवति, उत्तरम् उत्तरं नास्ति तत्र प्रश्नस्य. अस्तु महोदय, किन्तु एतादृशं भवति चेत् तत्र बहुत्र क्लेशः भवति खलु. तत्र सकर्मक वा अकर्मक वा, सकर्मकधातु अपि कस्मिन् सन्दर्भे अकर्मकः भवितुम् अर्हति वाक्यम् अनुसृत्य खलु? हा हा, तत्र तदपि भवति खलु. उपसर्ग अकर्मक उपसर्गयुक्त सकर्मकः भवति, अथवा निजन्तरूपे अकर्मकधातु सकर्मकः भवति. यथा अर्थ रामः जयति इति तत्र अकर्मकः अस्ति, रामः रावणं जयति तत्र सकर्मकः भवति इति तद् जनार्दन हेग्डे महोदय लिखितवान् आसीत्. तत्र बहु किमपि अस्ति अत्र. रामः रूपशुद्धि मध्ये प्रश्नसंख्या किमस्ति? अहं न जानामि महोदय, तत्र अस्ति, अहं वदामि अनन्तरं वदामि. उपशुद्धि मध्ये अस्ति. अस्तु, बहु समीचीनमस्ति. धन्यवादः शोभा भगिनी, धन्यवादः रघुपति महोदय, धन्यवादः. हा, बहु समीचीनम् अस्ति. अस्तु, धन्यवादः महोदय. किञ्चित् पठितवान् आसीत् अतः. बहु समीचीनम् अस्ति तत्र. अस्तु, तत्र किन्तु समीचीनमेव अस्ति. तत्र आधारं दृष्ट्वा, क्रियायाः आधारं दृष्ट्वा, तत्र आधारः कुत्र अस्ति? क्रिया कर्तृपदे अस्ति, किन्तु यदि अन्यत्र अस्ति चेत् फलम् एव, क्रिया सर्वदा कर्त्रे एव भवति खलु. फल एव यत्र फल कर्तृपदे कर्तृ एव भवति वा अथवा अन्यत्र भवति वा इति. किन्तु एतत् बहु समीपम् आगतं महोदय न्यायशास्त्रस्य विषये. तत्र आधारः दृष्ट्वा. आम् महोदय, तत्र संयोगः अपि दृष्ट्वा तत्र कीदृशसम्बन्धः इति किमपि भवति. अस्तु अस्तु, किन्तु बहु सम्यक् अस्ति महोदय. अतः तत्र सकर्मक अकर्मक इति विषये तत्र क्रियायाः आधारः कर्तृ विहाय अन्यत्र आधारः अपि अस्ति चेत् तत्र सकर्मकः इति भवति. अस्तु, अतः क्रीडति इति अस्ति तत्र अकर्मक इति. यद्यपि अहं लौकिकरीत्या पश्यामः चेत् तत् सकर्मक इति दृश्यते, परन्तु अकर्मक एव. अस्तु, क्रीडति इति किमर्थम् इति चेत् किञ्चित् वयं वक्तुं शक्नुमः तत् क्रीडति अथवा उपविशति विकसति तद् अकर्मक किम् इति किमर्थम् इति. समीचीनं महोदय, धन्यवादः. अस्तु, अन्यप्रश्नः अस्मिन् विषये? सर्वे अवगच्छन्ति वा सकर्मकधातुः कः अपि अकर्मकधातुः कः इति? यदि अहम् आङ्ग्लभाषायां न न न अत्र तु संस्कृतेन एव प्रष्टव्यं तत्र हा तत्र यदि न अवगच्छामः संस्कृतेन एव प्रश्नं करणीयम् आं महोदय हा अतः प्रश्नः अस्ति इति उक्तवती अतः प्रश्नं पृच्छतु प्रश्नः नास्ति परन्तु यदि अहम् आङ्ग्लभाषा पश्यामि तत् सम्यक् भवति महोदय तत्र ट्रान्सिटिव् इण्ट्रान्सिटिव् अस्ति तत् किमस्ति भगिनि महोदय इत्युक्ते किं भगिनि न महोदय ट्रान्सिटिव् इत्युक्ते सकर्मकः न न सत्यं सत्यं तदेव किन्तु कथं जानीमः तत् तत्र तत्र किम् अस्ति भगिनि यदि वयं स्वीकुर्मः तत्र पुस्तके अस्ति अथवा कुत्रापि दत्तमस्ति अस्तु एतत् अकर्मकः अस्ति एतत् सकर्मकः अस्ति तत् स्वीकर्तुं शक्नुमः अङ्गीकर्तुं शक्नुमः किन्तु यदि वयं स्वयं निर्णेतुम् इच्छामः अस्तु एषः धातुः अस्ति अस्तु एषः धातुः सकर्मकः वा अकर्मकः वा इति तत्र उदाहरणं न द्रष्टुम् इच्छामः किन्तु अथवा हा शास्त्रीय उदाहरणं न द्रष्टुम् इच्छामः स्वयम् उदाहरणं कृत्वा तत्र किं भवितुम् अर्हति तत्र किञ्चित् तुलना कृत्वा वक्तुम् इच्छामश्चेत् एतत् सर्वम् आवश्यकं खलु संस्कृते एव संस्कृतग्रन्थे एव वयं द्रष्टुं शक्नुमः अन्य अन्यभाषायां नास्ति तत् अतः तत्र बहु शास्त्रीयरीत्या चिन्तनं भवति अत्र न्यायशास्त्ररीत्या अतः एव भगिनी अहं पृष्टवान् तत्र आङ्ग्लभाषायां यदस्ति तद् भिन्नमिति मन्ये समानम् इति हा इति चिन्तयामः किन्तु तत्र हा संस्कृतं तत्र वयम् एकवारं पठितवन्तः खलु पुस्तके तत्र माता वदति अद्य अद्य एव श्वः श्वः एव ह्यः ह्यः एव इति तादृश संस्कृतं संस्कृतमेव आङ्ग्लभाषा आङ्ग्लभाषा एव तत्र अतः तत्र मनसि एव एतादृश चिन्तनं भवेत् खलु अस्तु अन्यप्रश्नः हा अस्तु मम प्रश्नः अस्ति तत्र पुटसङ्ख्या 131 मध्ये वयं कुत्र स्मः इति मन्ये महोदय अस्तु अर्जुनः कृष्णस्य वाक्यं शृणोति युद्धाय उत्तिष्ठति इति वा तत् कृतवन्तः वा न महोदय एत् भोगान् भुक्त्वा तत्र आसं वा ओ अस्तु अस्तु पेज् 130 मध्ये अस्तु अस्तु अस्तु इति अहं चिन्तयामि अस्तु अस्तु अस्तु अस्तु हा अस्तु धन्यवादः अस्तु ओ अस्तु तत्र स्मः अस्तु अस्तु तर्हि तत्र उषा भगिनी आरम्भं करोति वा तत्त्वं विदित्वा त्वं न शोचितुम् अर्हसि तत्र अर्थः कः इति विदित्वा हा ज्ञात्वा इति विद् धातु अस्ति ज्ञात्वा तत् त्वं ज्ञात्वा त्वं न शोचितुम् अर्हसि शोचितुम् अर्हसि इत्युक्ते विषादः न भवति भवान् अथवा विषादः न खिन्नः न भवति शोकः न अनुभवति इति अग्रे ज्ञानासिना संशयं चित्वा योगम् आचर चित्वा संशयम् इत्युक्ते डौट् चित्वा छेदनं कृत्वा सिद्ध धातु छेदनम् अथवा चिनत्तु अस्ति महोदय न चिनत्तु न छेदनं ज्ञानसीना संशयं संशयं चित्वा योगम् आचर. त्वं मध्यमपुरुषः अस्ति, आचर इति अस्तु. आचर ज्ञानासीन इत्युक्ते किं महोदय? वित् वदतु भगिनि. असि इत्युक्ते खड्गः महोदय. ज्ञान इति असिना संशयं चित्वा योगम् आचर. तत्र प्रथमपदस्य विभक्ति का भगिनि? तृतीया खलु. ज्ञानासीना असिना. आं महोदय. हा, तत् माध्यमं खलु, तत् उपयुज्य ज्ञानम् इति खड्गम् उपयुज्य इति वा इति अहं मन्ये महोदय. संशयम् इति, संशयम् इति तस्य, हा, तस्य छेदनं कृत्वा योगम् आचर. यदि ज्ञान तत्र तत्र माध्यमम् इति वदामः भगिनि, तत्र तृतीयविभक्तिरूपं जानाति खलु, तत्र हस्तेन खादामि, कुञ्चिकया उद्घाटनं, द्वारस्य उद्घाटनं करोमि इति, तादृश ज्ञानेन तत्र ज्ञानासिना इति तृतीयविभक्ति अस्ति, ज्ञानस्य उपयोगेन संशयस्य छेदनं कृत्वा योगम् आचर इति. तत्र संशयस्य नाशनं भवतु इति, अथवा संशयस्य छेदनं करोतु, तत् नाशं करोतु इति. विथ् नालेज्, हा, ज्ञानेन यु क्लियर् द डौट् काइंड, हा इति. तत्र छेदनम् इति पियर्स् इति अर्थे अस्ति इति खलु? छेदनम् इति कोऽपि वदति वा? छेदनं छिद् धातुः. पियर्स् इति अर्थः भवति वा तत्र? अहम् उक्तवान् कट् इति, छिद् छेदनं, छेदनं कृत्वा तस्य नाशं कृत्वा, अथवा तस्य अग्रे तत्र योगम् आचरति. अस्तु, समीचीनम्. अस्तु, अग्रे गच्छामः तर्हि. तत्र विदित्वा इति वित् इति धातु वा महोदय? विद् विद् विद् धातुः. भेदः इति सर्वत्र तस्मात् एव आगच्छति भवति इति मन्ये. विन्दति विद् विन्दति विदित्वा हा, तत्र पूर्वस्मिन् पुटे अस्ति खलु तत्र? आम् महोदय. हा, विन्दति इति. अस्तु, अग्रे उमा मीनाक्षी भगिनी अग्रे पठति वा अग्रिम अभ्यासः? ओके. यथोदाहरणं वाक्यद्वयं योजनं वाक्यद्वयस्य वाक्यद्वयस्य योजनं द्वान्तरूपाणि उपयुज्य कुरुत. ओके. यथा कृष्णः सेनयोः उभयोः मध्ये रथं स्थापयति, सर्वान् पश्यति. सेनयोः उभयोः मध्ये रथं स्थापयित्वा सर्वान् पश्यति. ओके. अर्जुनः अहं योद्धुं न शक्नोमि इति वदति, उपविशति. ओके. अर्जुनः अहं योद्धुं न शक्नोमि इति उदित्वा उपविशति. हा, समीचीनं भगिनि. हा, अस्तु, अग्रिमम्. अग्रे युद्धे शत्रून् जय, समृद्धं राज्यं भुङ्क्ष्व. युद्धे शत्रून् जित्वा युद्धे शत्रून् जित्वा समृद्धं राज्यं भुङ्क्ष्व. अर्जुनः विश्वरूपं पश्यति भीतः भवति. अर्जुनः विश्वरूपं दृष्ट्वा भीतः भवति. हा समीचीनं भगिनि, समीचीनं, धन्यवादः. पर्याप्तं. हा अस्तु, आं भगिनि, हा धन्यवादः. रघुपतिमहोदय अग्रे. महोदय एकनिमिषं महोदय, कुत्र इदानीं 131 मध्ये पञ्चम. कृष्णः अर्जुनाय दिव्यं चक्षुं ददाति, विश्वरूपं दर्शयति. कृष्णः अर्जुनाय दिव्यं चक्षुं दत्वा दिव्यं चक्षु अस्तु चक्षु चक्षुः एव अस्ति दिव्यं चक्षुः दत्वा विश्वरूपं दर्शयति. धृतराष्ट्रः सञ्जयं पृच्छति युद्ध मधुसूदन मोदी वा क्षमता महोदय. धृतराष्ट्रः सञ्जयं पृच्छति युद्धविवरणं जानाति. धृतराष्ट्रः सञ्जयं पृष्ट्वा युद्धविवरणं जानाति. अस्तु महोदय, एकः प्रश्नः अस्ति महोदय, वदति त्वन्तरूपं उक्त्वा तत्र धातुद्वयमस्ति महोदय, तत्र सर्वदा क्लेशः भवति. तत्र वद् धातुः अस्ति, वच् धातुः अस्ति. तत्र वदति इति वद् धातोः रूपम् अस्ति, तत्र त्वान्तरूपम् अस्ति उदित्वा इति. वच् धातोः त्वान्तरूपम् अस्ति उक्त्वा इति. हा उक्त्वा इति समानार्थकधातुः, वद् धातुः वच् धातुः. किन्तु तत्र वदति इति प्रसिद्धः, तत्र उदित्वा इति रूपं किन्तु तद् न प्रसिद्धः. किन्तु वच् धातुः तद् तस्य लट्लकारः न प्रसिद्धः, किन्तु त्वान्तरूपं प्रसिद्धरूपम् उक्त्वा इति. किन्तु समानार्थकः इति सर्वदा सर्वे चिन्तयन्ति, अस्तु वच् धातुः रूपं तत्र वदति इति तस्य त्वान्तरूपम् उक्त्वा इति. अस्तु अग्रे रघुपतिमहोदय पुनः तत्र वाक्यद्वयम् अग्रे करोतु. अस्तु, धृतराष्ट्रः सञ्जयं पृच्छति युद्धविवरणं जानाति. धृतराष्ट्रः तत्कृतम् अग्रे सः यः जानाति सः अस्तु अत्र सः दत्तमस्ति. अस्तु यः ईश्वरं जानाति शान्तिं प्राप्नोति. यः सारि सः ईश्वरं सः एव भवति सम्यक् महोदय. सः ईश्वरं ज्ञात्वा शान्तिं प्राप्नोति. हा तत्र यः सः इति रूपं तु सम्यक् नास्ति. मम पुस्तके सः एव अस्ति. अस्तु अस्तु, सः एव समीचीनं. हा सः ईश्वरः जानाति सः शान्तिं प्राप्नोति. इदानीं यः ईश्वरं जानाति सः शान्तिं प्राप्नोति. सः ईश्वरं ज्ञात्वा शान्तिं प्राप्नोति. अस्तु अग्रे महोदय. अर्जुनः कृष्णस्य वाक्यं शृणोति युद्धाय उत्तिष्ठति. अर्जुनः कृष्णस्य वाक्यं श्रुत्वा युद्धाय उत्तिष्ठति. हा समीचीनं महोदय. अस्तु अग्रे शोभा भगिनी. योगिनः कर्मफलानि त्यजन्ति आत्मशुद्धये कर्म कुर्वन्ति. योगिनः कर्मफलानि त्यक्त्वा आत्मशुद्धये कर्म कुर्वन्ति. तत्र आत्मशुद्धये इति रूपं वयम् एतावत् न दृष्टवन्तः भगिनि. तत्र चतुर्थी विभक्ति अस्ति वा महोदय? सत्यं सत्यं भगिनि, अहं मतिः दृष्टवती, तत्र मतये इति अस्ति, शुद्धये, शुद्धिः शुद्धये. समीचीनं भगिनि. अत्र आत्मशुद्धये इत्युक्ते तत् तदस्ति किमर्थं कर्म कुर्वन्ति आत्मशुद्धये अथवा आत्मशुद्धार्थं, आत्मशुद्धार्थं कर्म कुर्वन्ति इति. अतः तादृशरूपम् अस्ति अत्र चतुर्थी विभक्तिरूपम्. अग्रे पश्यामः. सञ्जयः कृष्णार्जुनसंवादं स्मरति, हर्षम् अनुभवति. सञ्जयः कृष्णार्जुनसंवादं स्मृत्वा हर्षम् अनुभवति. समीचीनं भगिनि. अग्रे अर्जुनः स्मृतिं लभते, स्वधर्माचरणं करोति. अर्जुनः स्मृतिं तत्र लभ्य इति अस्ति वा महोदय? लभते, लब्ध्वा इति मम चिन्तनं. लब्ध्वा, अर्जुनः स्मृतिं लब्ध्वा स्वधर्माचरणं करोति. हा समीचीनं भगिनि, धन्यवादः. नरेश मोदी अग्रे. जीवः कर्मफलं भुङ्क्ते पुनर्जन्म प्राप्नोति. जीवः कर्मफलं भोक्त्वा पुनर्जन्म प्राप्नोति. तत्र क्त्वान्तरूपं भुक्त्वा खलु? भुक्त्वा, भुक्त्वा पुनर्जन्म प्राप्नोति. पुनर्जन्म प्राप्नोति. योगिनः आत्मनि योजयन्ति, ध्यानं कुर्वन्ति. योगिनः मनः आत्मनि योजयित्वा ध्यानं कुर्वन्ति. समीचीनं महोदय. तत्र आत्मनि इति रूपं जानाति वा? विभक्ति काति सप्तमी, सप्तमी, सप्तमी. मनः इति कर्मपदं भवति. मनः आत्मनि स्थापयित्वा अथवा आत्मनि योजयित्वा ध्यानं कुर्वन्ति. समीचीनं महोदय. अग्रे महोदय, न तत् प्रयोगविस्तरः इति पुस्तकमस्ति, तत् कर्मणि प्रयोगे जनार्दन हेगडे महोदय, तत् सम्यक् अस्ति पुस्तकं. तत् तत्र अहं दृष्टवान् आसीत्. किं प्रयोग न कर्मणि प्रयोग कर्मपदविषये. ओ अस्तु अस्तु अस्तु. प्रयोगविस्तरः इति जनार्दन हेगडे संस्कृतभारत्याः प्रकाशितं पुस्तकमस्ति. प्रयोगविस्तरः इति वा? प्रयोगविस्तरः इति तत् कर्मणि प्रयोगे विषये एव अस्ति. ओ अत्र अस्तु अस्तु. कर्मणि प्रयोगे तत्र कर्म इति इत्युक्ते किम् इति तस्य चर्चा भवति. अस्तु महोदय, सर्वं तत्र कर्मणि प्रयोगविषये एव अस्ति तत् पुस्तकम्. अस्तु अस्तु अस्तु. इदानीं तत्र सन्दर्भः इदानीं बहु समीचीनम् अस्ति महोदय. तत्र इदानीं तत्र किं यदि केवलं तत्र सकर्मक अकर्मक धातुः इति तादृशचिन्तनं भवति चेत् तत्र तस्य महत्त्वं किम् इति न अवगन्तुं शक्नुमः. किन्तु यदि कर्मणि प्रयोगः वा भावे प्रयोगः वा इति तत्र भवति, कः सम्यक् कः प्रयोगः सम्यक् इति यदि प्रश्नः आगतः तदा तु एतद् महत्त्वपूर्णप्रश्नः भवति. समीचीनम् अस्तु महोदय. तत्र गच्छति इति किम् अस्ति? गम्यते इति तत्र अस्तु अस्तु अस्तु अस्तु. बहु समीचीनमस्ति महोदय. तत्र पुनः पुस्तकस्य नाम किं? प्रयोगविस्तरः इति अस्ति. प्रयोगविस्तरः अस्तु महोदय, धन्यवादः. अस्तु, उत्तमपुस्तकमस्ति तत्. सः सर्वदा तु बहु समीचीनं करोति सः सर्वं. तत् कारकमपि बहु सम्यक् अस्ति महोदय. लघुपुस्तकं खलु? लघुपुस्तकं बृहत् अस्ति विषयः. सत्यं सत्यं सत्यं सत्यं सत्यं सत्यं. बहु किमपि पठितव्यमस्ति. अस्तु, समीचीनं, धन्यवादः महोदय. अहमपि पश्यामि तत्र. अस्तु, कुत्र स्मः तत्र? हा, नरेश् महोदय, तत्र मनः आत्मनि योजयति इति. हा, अस्तु, अग्रे. कर्मबन्धिनः म्रियन्ते पुनः जायन्ते. कर्मबन्धिनः मृत्वा पुनः जायन्ते. हा, समीचीनं महोदय. हा, समीचीनं महोदय. जीवः जीवः कर्मफलं भुङ्क्ते, पुनर्जन्म प्राप्नोति. पुनर्जन्म अथवा पुनर्जन्ममपि आयति वा महोदय तत्र? हा, तत्र प्रायशः तत् नकारन्त जन्मन् इति प्रायशः नपुंसकलिङ्गपदम् इति मन्ये भगिनी, अतः तत्र कर्मपदमेव अस्ति तत्र. किन्तु तत्र प्रायशः नपुंसकलिङ्गपदम् अस्ति इति कृत्वा तत्र रूपसमानम् अस्ति प्रथमविभक्ति द्वितीयविभक्तिरूपमध्ये, किन्तु कर्मपदमेव अस्ति तत्र. पुनर्जन्म एव. हा हा हा, तदेव द्वितीयविभक्तिरूपम् अस्ति तत्र. अन्यप्रश्नः महोदय, चतुर्दशवाक्यम् अर्थं किं महोदय? कर्मबन्धिनः म्रियन्ते पुनः जायन्ते. हा, तत्र यदि तत्र कर्मेण वयं बद्धः स्म ततः पुनर्जन्म भवति, नो चेत् मुक्तिः प्राप्नुमः इति. तत्र षष्टिविभक्तिः अस्ति वा? कर्मबन्धिनः म्रियन्ते. न न न, तत्र बहुवचनरूपम् अस्ति. तत्र तत्र किं कर्मबन्धी इति प्रायशः अस्ति, नकारान्तपदम् अस्ति इति मन्ये. तत्र बहुवचन बहुवचनं प्रथमविभक्तिरूपं भगिनि, बहुवचनं. तत्र बन्धी इति तत्र अथवा यस्मिन् कर्मबन्धः अस्ति इति तादृश विद्यार्थी विद्यार्थी. हा, तत्र विद्यार्थी इति बहुवचनरूपं किम् अस्ति? विद्यार्थिनः. कर्मबन्धिनः नपुंसकलिङ्ग विद्यार्थी प्रायशः अत्र पुल्लिङ्गपदमेव प्रायशः अत्र पुल्लिङ्ग. अत्र किम् अस्ति इति न जान, किन्तु प्रायशः जीव इति विषये अस्ति, अतः प्रायशः पुल्लिङ्ग एव भवति इति मन्ये. किन्तु प्रथमविभक्तिरूपमेव अस्ति भगिनि तत्र. अस्तु, अग्रे शुभा भगिनि. महोदय, नरः ईश्वरे कर्मणां न्यासं कुरुते शान्तिं प्राप्नोति. नरः ईश्वरे कर्मणां न्यासं कृत्वा शान्तिं प्राप्नोति. ईश्वरः भक्तं त्रायते धर्मरक्षणं कुरुते. ईश्वरः भक्तं त्रायित्वा सम्यक् वा महोदय? त्रायते त्रायत्रूपं किमस्ति? त्रायते आत्मने वा? तत्र केवलं धातुः इति एव तस्य महत्वम् एव अस्ति. हा, त्रायते गै धातु अस्ति, गात्वा इति त्रै धातु अस्ति, अतः त्रात्वा इति भवति. त्रै अकारान्त भवति, ए ऐ अस्तु चेत् गात्वा त्रै त्रात्वा इति भवितुमर्हति वा? अहं न जानामि. तत्र हा त्रात्वा इति स्वीकुर्मः भगिनि, दृष्ट्वा पुनः वदामि. आम् महोदय, ईश्वरः भक्तं त्रात्वा धर्मरक्षणं कुरुते. भक्तः अद्वेष्टा भवति, ईश्वरं भजति. भक्तः अद्वेष्टा भूत्वा ईश्वरं भजति. यदि भजति भजति त्वान्तरूपं भजित्वा भवति वा? भजते भजति ईश्वरं भजति एतदपि द्रष्टव्यम् आसीत् भक्त्वा इति अत्र अस्तु अस्तु तत्र भजति इति तस्य एतत् कर्तुं तत्र अहम् एतद् वक्तुम् इष्टवान् किन्तु न तत्र भजति इति वयं भूतकालरं रूपं जानीमः खलु तत्र क्रियापदस्य तत्र बहु किं समानम् अस्ति तत्र त्वान्तरूपम् अपि तवतु रूपं सारूप्यम् अस्ति अतः तत्र भजति भुक्त्वा न भजति इति भक्तवान् वा तद् यदि तद् जानीमः तत्र त्वान्तरूपमपि जानीमः तत्र किमस्ति तत्र अस्तु एतद् द्रष्टव्यमस्ति तत्र किं किम् आसीत् अद्यतन प्रश्नः तत्र किं तत्र त्रायते इति अस्ति भजति इति अस्ति त्रायते त्रात्वा एव अस्ति महोदय भजित्वा न जानाति खलु त्रायते एव अस्ति भजति इति पदस्य अस्तु अस्तु महोदय अस्तु अस्तु तत्र द्रष्टव्यमेव अस्ति किन्तु भक्त्वा इति ऊहा कर्तुं शक्नुमः न जानामि तत्र द्रष्टव्यं यदि न जानीमः चेत् भजनं कृत्वा इति उपयोगं सम्यक् तत्तु समीचीनमेव अस्ति सर्वदा तत्र करोमि इति तस्य रूपं स्वीकर्तुं शक्नुमः ईश्वरं भजति ईश्वरस्य भजनं कृत्वा ईश्वरस्य भजनं कृत्वा भवति इति तादृशम् ईश्वरः दुष्कृतां नाशं करोति साधूनां रक्षणं करोति ईश्वरः दुष्कृतां नाशं कृत्वा साधूनां रक्षणं करोति मानवाः स्वकर्मणा देवम् अर्चन्ति सिद्धिं विन्दन्ति मानवाः स्वकर्मणा देवम् अर्चित्वा सिद्धिं विन्दन्ति योगी अहङ्कारं त्यजति शान्तः भवति योगी अहङ्कारं त्यक्त्वा शान्तः भवति समीचीनं भगिनि अस्तु अस्तु तत्र इकारः नास्ति भक्त्वा इति भवति चकार भक्त्वा तत् भवति भक्त्वा एव भवति सन्धि भूत्वा भक्त्वा एव भवति अहं चिन्तयामि जकार तकार अस्ति कुत्वं भवति तत्र भक्त्वा एव भवति सन्धि भूत्वा अहं चिन्तयामि अस्तु उषा भगिनी किं किमपि वक्तुम् इष्टवती सर्वाणि वाक्यानि लट्लकाररूपम् अस्ति न महोदय लङ्लकार अपि लोट्लकार अपि कर्तुं शक्नुमः भगिनि तत्र कोऽपि समस्या नास्ति तत्र अस्तु महोदय तत्र भजति अस्तु एकनिमिषम् भजति अस्तु प्रायशः तत्र भजति इति तस्य रूपं पश्यामः तत्र तत्र भक्तवत् इति एव अस्ति भक्तवती भक्तवत् इति अतः भक्त्वा इति सम्यक् इति चिन्तयामि भगिनि अवधेयमपि पठामि वा अत्र? हा पठतु भगिनि. हा त्वा प्रत्ययस्य त्वा प्रत्ययः इत्यपि व्यवहारः अस्ति. तत्र ककारः इति यदस्ति तत् त्यक्त्वा त्वा प्रत्ययः इति अपि व्यवहारः. अस्तु, समीचीनं, धन्यवादः. अस्तु अग्रे मधुसूदन महोदय, इदानीं तत्र त्वान्तरूपस्य प्रयोगः कथायाम् इति अस्ति, तत्र अग्रिमे पुटे अखण्डविश्वासः इति कथा अस्ति, आरम्भं करोति वा महोदय? अखण्डविश्वासः एतां कथाम् उच्चैः पठत. महाभारतयुद्धम् आसीत्. भीष्मः कौरवाणां सेनापतिः भूत्वा अष्टदिवसान् यावत् भयङ्करं युद्धं कृतवान्. पाण्डवाः तस्य पुरतः युद्धं कर्तुम् असमर्थाः चिन्तामग्नाः आसन्. तथापि भीष्मः पाण्डवेषु एकमपि न मारितवान् इति मत्वा दुर्योधनः खिन्नः आसीत्. अतः अतः सः भीष्मं दृष्ट्वा अवदत्, भोः पितामहः मदपेक्षया पाण्डवाः एव भवतः प्रियाः. अतः भवान् युद्धे अपि तैः सह क्रीडति न कमपि मारयति इति. हा समीचीनं महोदय. हा अस्तु, अग्रे शीतल भगिनी पठितुम् इच्छति वा? एतत् श्रुत्वा भीष्मः दुःखितः जातः. झटिति सः प्रतिज्ञां कृतवान् यत् श्वः युद्धं कृत्वा अहम् अर्जुनं मारयिष्यामि अथवा तेन पराजितः वा भविष्यामि इति. भीष्मस्य प्रतिज्ञा सर्वैः ज्ञाता. तां श्रुत्वा पाण्डवपक्षे सर्वेपि वीराः चिन्तिताः अभवन्. श्रीकृष्णः अपि चिन्तावशात् रात्रौ निद्रां न प्राप्तवान्. भीष्मप्रतिज्ञां ज्ञात्वा अर्जुनः तु नितरां चिन्तितः स्यात् इति चिन्तयित्वा सः तस्य सान्त्वनं कर्तुम् अर्जुनस्य सेनाशिबिरं गतवान्. परन्तु श्रीकृष्णस्य महत् आश्चर्यं सञ्जातं. यतः यदा सः गत्वा दृष्टवान् तदा तत्र अर्जुनः गाढनिद्रायां मग्नः आसीत्. सः अर्जुनम् उत्थाप्य पृष्टवान्, भोः पार्थ, किं भवान् भीष्मस्य प्रतिज्ञां न श्रुतवान् इति. श्रुतवान् इति उक्तवान् अर्जुनः. तर्हि तां श्रुत्वापि कथं भवान् चिन्तितः नास्ति? मृत्युभयात् उद्विग्नः अपि नास्ति इति श्रीकृष्णः पृष्टवान्. अर्जुनः धन्यवादः भगिनि. अस्तु अग्रे वंशीसुधा भगिनी पठति वा? अर्जुनः किञ्चित् हसित्वा अधोभागे अन्तिमवाक्यम् अर्जुनः किञ्चित् हसित्वा शान्तस्वरेण उक्तवान्, भगवान्, अहं सम्यक् जानामि यत् यः मम योगक्षेमस्य चिन्तां करोति सः जागरणं कुर्वन् अस्ति इति. एवं सति अहं किमर्थं चिन्तां कृत्वा दुःखितः भवामि. स्वस्य भक्तस्य भीषप्रतिज्ञायाः रक्षणभारं भवतः एव. मम का चिन्ता तत्र? अतः एव अहं निश्चिन्ततया निद्रां कृतवान् अस्मि. सत्यं खलु? अर्जुनस्य एतादृशं दृढं विश्वासं मत्वा एवम् एव श्रीकृष्णः पार्थसारथी सारथिः अभवत्. अस्तु, धन्यवादः भगिनि. अस्तु, अस्तु, सर्वे अवगच्छन्ति वा कथा? अस्तु, तत्र विषयः मूलविषयः अस्ति त्वान्तरूपम् इति. तत्र भूत्वा, मत्वा, दृष्ट्वा, श्रुत्वा, किं कृत्वा, चिन्तयित्वा, अन्यत् किमस्ति तत्र, श्रुत्वा अपि, हसित्वा अपि, अन्यत् किमपि अस्ति वा त्वान्तरूपं तत्र? अस्तु, अन्तिम वाक्ये मत्वा इति पुनः. अस्तु अस्तु, तर्हि मत्वा क्रियापदस्य लट्लकाररूपं किम्? मन्ये इति परस्मैपदीरूपं वा अथवा आत्मनि? मन्यते इति. ओके, धन्यवादः. अस्तु, तत्र अस्तु, पङ्क्तिशः पश्यामः तत्र. तत्र कः? रघुपतिमहोदय आरम्भं करोति वा तत्र? आं महोदय. महाभारतयुद्धम् आसीत्, महाभारतयुद्धसमयः आसीत्. भीष्मः कौरवाणां सेनापतिः भूत्वा, भीष्मः कौरवाणां सेनापतिः सेनापतिः अभवत् अथवा भवति भूत्वा अष्टदिवसान् यावत् भयङ्करं युद्धं कृतवान् भूत्वा इति तत्र क्वान्तरूपं सेनापतिः भवति अपि च अनन्तरम् अष्टदिवसपर्यन्तं युद्धं करोति. पाण्डवाः तस्य पुरतः युद्धं कर्तुम् असमर्थाः चिन्तामग्नाः आसन्. पाण्डवाः तस्य पुरतः युद्धं कर्तुम् असमर्थाः. किमर्थं? भयङ्करयुद्धं कृतवान् भीष्मः, महावीरः, अतः ते असमर्थाः तं पराजेतुं. तथा अग्रे पठामि वा महोदय? तत्र एव किञ्चित् विवरणं करोतु महोदय. तत्र पाण्डवाः तत्र असमर्थाः इति विशेषण विशेषभावः. अस्तु अस्तु, पाण्डवाः असमर्थाः, पाण्डवाः कीदृशाः? असमर्थाः, चिन्तामग्नाः आसन्. चिन्तामग्नाः आसन् इति अस्ति. चिन्तामग्नाः अपि तत्र विशेषणम् अस्ति पाण्डवाः इति पदस्य. कर्तुं, युद्धं कर्तुं, किं कर्तुम् असमर्थाः? तत्र युद्धं कर्तुम् असमर्थाः. कस्य पुरतः? भीष्मस्य पुरतः. भीष्मस्य पुरतः युद्धं कर्तुम् असमर्थाः इति कृत्वा ते चिन्तामग्नाः अपि अभवन् अथवा आसन्, चिन्तामग्नाः आसन्. तथापि भीष्मः पाण्डवेषु एकमपि न मारितवान् इति मत्वा दुर्योधनः खिन्नः आसीत्. तथापि यद्यपि भीष्मः भीष्मेण भयङ्करं युद्धः इति वा, युद्धम् इति पुल्लिङ्ग नपुंसकलिङ्ग वा, यद्यपि भीष्मेण भयङ्करं युद्धं कृतं, तथापि पाण्डवेषु कोऽपि न मारितः. कोऽपि पाण्डवेषु कोऽपि न मारितः. तत्र पाण्डवाः तस्य पुरतः युद्धं कर्तुं न शक्नुवन्ति, किन्तु कोऽपि मरणमपि न प्राप्तवान्. तेषु कोऽपि मरणमपि न प्राप्तवान् इति अतः दुर्योधनः खिन्नः आसीत्. किं दुर्योधन खिन्नः आसीत्, हा मत्वा इति अस्ति त्वान्तरूपं, त्वान्तरूपम् अस्ति, मन्यते, मन्यते इति चिन्तयित्वा चिन्तयित्वा पाण्डवेषु एकमपि एषः न मारितवान्, भीष्मः न मारितवान् इति चिन्तित्वा दुर्योधनः खिन्नः आसीत्, खिन्नः आसीत्। अस्तु अग्रे तत्र उमा मीनाक्षी भगिनी किञ्चित् वदति वा? अतः सः भीष्मं दृष्ट्वा अवदत् भोः पितामह मम अपेक्षया पाण्डवाः एव भवतः प्रियाः। ओके, पाण्डवाः प्रियाः विशेषणविशेष्यभावः, अतः सः भीष्मं दृष्ट्वा दुर्योधनः पश्यति, कं पश्यति? भीष्मं पश्यति, तदनन्तरं वदति उक्तवान्, किं करोति, कम्पेरिसन् करोति स्वस्य पाण्डवानां च, स्वयम् अपि पाण्डवाः तयोः मध्ये तुलना करोति, तुलना करोति, मदपेक्षया पाण्डवाः अधिकं प्रियाः, भवतः अधिकाः प्रियाः, पाण्डवाः एव भवतः प्रियाः, अतः भवान् युद्धेपि तैः सह क्रीडति। दुर्योधनः वदति भवान् युद्धं न करोति, क्रीडां करोति, केवलं क्रीडति, ते तैः सह क्रीडति इति, न कमपि मारयति इति, तेषु पाण्डवेषु भवान् कमपि न मारयति, केवलं क्रीडति, कैः सह तैः सह क्रीडति इति सः वदति। अस्तु, समीचीनं भगिनि, अग्रे। एतत् श्रुत्वा भीष्मः दुःखितः जातः। सत्यमेव, पितामहः तस्य तु समानदृष्टिः अस्ति खलु, लघुबालकः वदति भवान् क्रीडति तेन सह, मया सह न क्रीडति। सत्यम्, अतः भीष्मः दुःखम् अनुभवति। झटिति सः प्रतिज्ञां कृतवान् यत् श्वः युद्धं कृत्वा अहम् अर्जुनं मारयिष्यामि अथवा तेन पराजितः वा भविष्यामि इति। तदा भीष्मप्रतिज्ञा भवति, वदति यदा अहं किमर्थं केवलम् अर्जुनं मारयिष्यामि उक्तवान् न जानामि, अन्यान् अपि मारयितुं शक्नोति, शक्तवान्, किन्तु केवलम् अर्जुनविषये, कर्णः अपि अर्जुनविषये एव चिन्तयति, दुर्योधनः अपि अर्जुनविषये एव चिन्तयति, भीष्मः अपि अर्जुनविषये एव चिन्तयति। अतः भीष्मः वदति अहम् अर्जुनं मारयिष्यामि अथवा तेन पराजितः, अहं स्वयं पराजितः तावत्पर्यन्तम् अहं युद्धं करोमि, सः वा अहं कस्यापि मरणं विजयं प्राप् विजयः भवति। अस्तु, विजयः भविष्यति, तेन पराजितः वा भविष्यामि, पराजितः इति पदम् अहम् इति पदस्य विशेषणम्, अथवा तेन अहं पराजितः वा भविष्यामि इति। समीचीनं भगिनि, अस्तु अग्रे पूर्णेन्दु महोदय किञ्चित् वदति वा अग्रिम परिच्छेदस्य विषये? आम् महोदय, एतत् श्रुत्वा भीष्मः अग्रिम भीष्मस्य प्रतिज्ञां प्रतिज्ञा भीष्मस्य प्रतिज्ञा सर्वैः ज्ञाता, तां श्रुत्वा पाण्डवपक्षे सर्वेपि धीराः चिन्तिताः अभवन्। तत्र भीष्मस्य प्रतिज्ञा सर्वैः ज्ञाता इत्युक्ते सर्वे भीष्मस्य प्रतिज्ञा ज्ञातवन्तः तत्र कर्मणि रूपम् अस्ति तावदेव भीष्मस्य प्रतिज्ञा सर्वैः ज्ञाता अथवा भीष्मस्य प्रतिज्ञां सर्वे ज्ञातवन्तः तदनन्तरं तां श्रुत्वा इति अस्ति ताम् इत्युक्ते काम् इत्युक्ते पाण्डवानां कृते तत्र तां ताम् इति तां श्रुत्वा कर्मपदम् अस्ति प्रतिज्ञां श्रुत्वा पाण्डवपक्षे सर्वे अपि वीराः चिन्तिताः अभवन् ते सर्वे चिन्ताम् अनुभवन्ति ओ एषः एतादृशप्रतिज्ञां कृतवान् किं भवति इति श्वः किं भवति इति तेषां चिन्ता अस्ति अस्तु हा अस्तु समीचीनं महोदय अग्रे भगिनी किञ्चित् वदति वा हा भज्दातो भक्ता एव अहं दृष्टवान् इदानीं हा हा हा सत्यं भक्त्वा सत्यं महोदय भक्त्वा भक्त्वा इति सत्यं महोदय धन्यवादः धन्यवादः महोदय भक्त्वा अपि भक्तवान् भक्तवती इति खलु रूपं हा भजति इति भक्तवान् भक्तवान् भक्तव्यं भजनीयं हा अतः तत्र पठितः इति तादृशरूपं भवति भक्तः इति भक्तं भजति इति इट् नास्ति सेट् नास्ति अतः इडागमनं भवति हा हा सत्यं महोदय सत्यं हा अतः भक्तः इति रूपं भवति समीचीनं महोदय भक्त्वा इति समीचीनं धन्यवादः महोदय श्रीकृष्णः अपि चिन्तावशात् रात्रौ निद्रां न प्राप्तवान् श्रीकृष्णः अपि चिन्ता कृतवान् चिन्तावशात् भगवान् श्रीकृष्णः अपि चिन्ता करोति वा महोदय इति कथा वदति भीष्मप्रतिज्ञां ज्ञात्वा अर्जुनः तु नितरां चिन्तितः स्यात् इति चिन्तयित्वा सः तस्य सान्त्वनं कर्तुम् अर्जुनस्य सेनाशिबिरं गतवान् भीष्मप्रतिज्ञं ज्ञात्वा अर्जुनः किमपि न चिन्तितवान् सर्वे चिन्तिताः सन्ति किन्तु तत्र अर्जुनस्य अधिका चिन्ता भवति खलु अर्जुनस्य चिन्ता भवति परन्तु किमपि न चिन्तितं सः गाढनिद्रां कृतं न न इदानीं तत् न जानीमः एतावत् किमस्ति कृष्णस्य चिन्तनं किम् अस्ति अस्तु सर्वे चिन्तिताः सन्ति किन्तु अर्जुनस्य चिन्ता अधिका भवति खलु तस्य तु नितरां चिन्तितः स्यात् सः तु नितरां चिन्तितः स्यात् इत्युक्ते अधिकतया चिन्तनं प्रायशः तस्य अस्ति इति अतः कृष्णः तस्य इति चिन्तयित्वा कृष्णः किं करोति श्रीकृष्णः तस्य इत्युक्ते अर्जुनस्य सान्त्वनं सान्त्वनं कर्तुम् इत्युक्ते तत्र समाधानं कर्तुं हा तस्य चिन्ता दूरीकर्तुं समाधानं कर्तुम् अर्जुनस्य सेनाशिबिरं गतवान् हा तत्र गतवान् परन्तु श्रीकृष्णस्य महत् आश्चर्यं सञ्जातम् श्रीकृष्णः महत् आश्चर्यं सञ्जातम् अभवत् तत्र आश्चर्यम् इति नपुंसकलिङ्गपदम् अस्ति अतः महत् इति अस्ति महत् अपि विशेषणम् अस्ति पुल्लिङ्गरूपं किम् अस्ति पुल्लिङ्गं महत् इति पदस्य पुल्लिङ्गरूपं महान् महान् इति अपि स्त्रीलिङ्गे महती किं महोदय भवत् शब्दवत् वा? हा हा, भवत् शब्दवत् सत्यं। हा, महान् महत् अपि महति। हा, आश्चर्यं। हा, सञ्जातम् अभवत्, महत् आश्चर्यम् अभवत्। हा, यतः यदा सः गत्वा दृष्टवान् तदा तत्र अर्जुनः गाढनिद्रायां मग्नः आसीत्। श्रीकृष्णः तत्र गच्छति अर्जुनः किमपि तत्र सः गाढनिद्रायां मग्नः आसीत्। सः सम्यक्तया निद्रा करोति, निद्रां करोति, निद्राति सः सम्यक्तया निद्राति। हा सत्यं, गाढनिद्रायां मग्नः मग्नः अस्ति। हा, मग्नः आसीत्। हा, सः अर्जुनम् उत्थाप्य पृष्टवान्। उत्तिष्ठ, कृष्णः अर्जुनम् उत्तिष्ठ उत्थाप्य सा धातुः उत्थापितवान्, तत्र उत्थापितवान् इति प्रायः अस्ति। श्रीकृष्णः अर्जुनम् उत्थापितवान्, तत्र उत्तिष्ठति इत्युक्ते स्वयम् उत्तिष्ठति, किन्तु श्रीकृष्णः अर्जुनम् उत्थापयति, उत्थापयति अथवा उत्थापितवान्। पृष्टवान्, भोः पार्थ, अरे पार्थ, किं भवान् भीष्मस्य प्रतिज्ञां न श्रुतवान्? हा, एतादृशनिद्रां करोति किं भवान् न श्रुतवान् वा इति, वार्तां न श्रुतवान् वा, प्रतिज्ञां न श्रुतवान् वा किम् इति। हा, श्रुतवान् इति उक्तवान् अर्जुनः। अर्जुनः वदति अहं श्रुतवान् भीष्मस्य प्रतिज्ञाम् अहं श्रुतवान् इति। तर्हि तां श्रुत्वापि कथं भवान् चिन्तितः नास्ति? तर्हि तां कां श्रुत्वापि इत्युक्ते प्रतिज्ञामपि श्रुत्वापि कथं भवान् चिन्तितः नास्ति? मृत्युभयात् मृत्युभयात् उद्विग्नः अपि नास्ति, मृत्युभयमेव नास्ति। उद्विग्नः इत्युक्ते उद्वेगः यस्य अस्ति, उद्विग्नः इति श्रीकृष्णः पृष्टवान्। अर्जुनः किञ्चित् हसित्वा शान्तस्वरेण उक्तवान्। अर्जुनः वदति, हसित्वा वदति, भगवन् अहं सम्यक् जानामि यत् यः मम योगक्षेमस्य चिन्तां करोति सः जागरणं कुर्वन् अस्ति इति। हा, अतः तत्र कस्य विषयः अस्ति अत्र अस्मिन् वाक्ये? श्रीकृष्णस्य विषयः एव अस्ति। हा, यः मम योगक्षेमस्य चिन्तां करोति सः जागरणं कुर्वन् अस्ति इति, अस्ति इति अहं जानामि, अहं सम्यक् जानामि। हा, एवं सति अहं किमर्थं चिन्तां कृत्वा दुःखितः भवामि इति चिन्तयित्वा किमर्थम् अहं दुःखं भवामि? अतः मम योगक्षेमस्य विषये अहं किमर्थं चिन्तनं करणीयं, मम चिन्तनं तत्र किमपि नास्ति, यः अन्य कोऽपि अस्ति सः एव मम योगक्षेमस्य चिन्तां करोति, सः जागरणं कुर्वन् अस्ति, अतः स मम तु तत्र अतः अग्रे स्वस्य भक्तस्य भीष्मप्रतिज्ञायाः रक्षणभारः भगवतः भवतः एव। तत्र दीर्घवाक्ये पश्यतु, तत्र केवलं रक्षणभारः इति एव तत्र विलक्षितम् अस्ति। तत्र स्वस्य अपि षष्टिः, भक्तस्य अपि षष्टिः, भीष्मप्रतिज्ञायाः अपि षष्टिः, भगवतः षष्टिः, भवतः षष्टिः, हा सर्वं षष्टिः अस्ति तत्र। रक्षणभारः मम रक्षणं करोति इति अहं जानामि। अतः मम का चिन्ता अत्र तत्र अतः एव अहं निश्चिन्ततया निद्रां कृतवान् अस्मि इति. अस्तु, अतः चिन्ता मास्तु, सम्यक्तया निद्रां कुर्वन्तु सर्वे इति. अस्तु, सत्यं खलु. अर्जुनस्य एतादृशं दृढं विश्वासं मत्वा एव श्रीकृष्णः पार्थसारथिः अभवत्. पार्थसारथिः, पार्थ अर्जुनः, अर्जुनस्य सारथिः अभवत्. तस्य दृढविश्वासः अस्ति, अतः अखण्डविश्वासः, अखण्डविश्वासः, दृढविश्वासः इति अर्जुनस्य अस्ति. अतः सः चिन्ता न करोति. श्रीकृष्णः सर्वं जानाति. सः यत् सः एव तस्य श्रीकृष्णस्य एव उत्तरदायित्वम् अस्ति. मम योगक्षेमः, मम योगक्षेमस्य उत्तरदायित्वं, रेस्पान्सिबिलिटि श्रीकृष्णस्य अस्ति, मम नास्ति इति तस्य अखण्डविश्वासः अस्ति. अतः सः योगक्षेमं किं करणीयम् इति सः चिन्तित्वा, श्रीकृष्णः एव चिन्तयित्वा यद् करणीयं तद् वदति, तद् तस्य वचनम् अहम् अनुसरामि इति. अस्तु, सम्यक् अस्ति वा? आम् महोदय. अस्तु, प्रश्नः अस्ति वा? अनन्तरं प्रथम अध्याये विषादयोगः अस्ति न महोदय, अर्जुनस्य. अस्तु, तर्हि अस्यां कथायां विषये कोऽपि प्रश्नः अस्ति वा? चिन्ता इति स्त्रीलिङ्गपदं वा महोदय? इति मन्ये भगिनि, चिन्ता, चिन्ता इति स्त्रीलिङ्गपदं. निश्चिन्ता अस्ति चेत् निश्चिन्ता, निश्चिन्ततया. तत्र तत्र भगिनि, तत्र पश्यतु, मम का चिन्ता तत्र? आं महोदय, किन्तु अत्र निश्चिन्ततया इति अस्ति, निश्चिन्तया सम्यक् खलु? तत्र चिन्ता अस्ति चेत् चिन्तया, निश्चिन्ता अस्ति चेत् निश्चिन्तया, तृतीयविभक्तृश्चिन्ता. तत्र क्रिया भवति खलु, चिन्ता अपि चिन्तिता, चिन्तया चिन्तिता, हा, कीदृशरूपमिति, हा, किञ्चित् निश्चिन्ततया, हा, तत्र तृतीयविभक्ति अस्ति, निश्चिन्तता अवस्था अस्ति, चिन्तायाः भावः अस्ति, निश्चिन्तता, हा, चिन्तायाः, हा, निश्चिन्ता इति तस्य भावः, निश्चिन्तता इति. अस्तु, अन्यप्रश्नः महोदय, अग्रिम सप्ताहे कति वादने अस्ति? हा, बहु सम्यक् अस्ति महोदय, क्षम्यताम्, अहं विस्मृतवान्, किन्तु बहु सम्यक् प्रश्नः अस्ति. तत्र किं कुर्मः, अहं जानामि तत्र भारतदेशे अपि तत्र प्रायशः इदानीं तत्र षड्वादनतः सार्धसप्तवादनपर्यन्तम् अस्ति. अत्र अत्र अस्ति सार्धसप्तवादनतः, अमेरिकादेशे सार्धसप्तवादनतः नववादनपर्यन्तं. तत्र किं कुर्मः, तत्र षड्वादनतः सार्धनववादनपर्यन्तं भवति चेत् अमेरिकादेशे, तत्र भारतदेशे भवति सार्धपञ्चवादनतः सप्तवादनपर्यन्तं. तत् समीचीनं वा? कष्टः अस्ति, अतः भारतदेशे, अस्तु अस्तु अस्तु, भारतदेशे षड्वादनतः सार्धसप्तवादनपर्यन्तं सम्यक् अस्ति चेत्, तत्र अमेरिकादेशे किं भवति, सार्ध अष्टवादनतः दशवादनपर्यन्तं. तत् समीचीनं वा सर्वे? न महोदय, सार्धसप्तवादनतः तत्र षड्वादन भवति चेत् भारतदेशे, अत्र सार्धसप्तवादन अष्टवादन इदानीं ईस्टर्न् टैम् भगिनि, क्षम्यतां क्षम्यतां क्षम्यताम्, अहं सेण्ट्रल् टैम् मध्ये अस्मि. ओ अस्तु अस्तु अस्तु अस्तु अस्तु, हा हा हा, ईस्टर्न् ईस्टर्न् केवलम् ईस्टर्न् इति चिन्तित. तत् समीचीनं वा? तद् बहु तदेव आसीत् महोदय खलु पूर्वं? न न, किन्तु इदानीम् इदानीम् अष्टवादनः ईस्टर्न् स्टाण्डर्ड् टैम् भवति चेत् सेण्ट्रल् तु सार्धनववादनं भवति खलु? क्षम्यतां, सार्ध अस्तु अस्तु अस्तु अस्तु, सप्तवादन भवति. अस्तु अस्तु, सेण्ट्रल् तु हा अस्तु अस्तु अस्तु, सम्यक् सम्यक् एव अस्ति. अस्तु, सार्धसप्तवादनतः इदानीं तत्र सार्ध षड्वादन अस्ति वा अत्र सेण्ट्रल् मध्ये? अष्टवादन अस्ति महोदय, सार्ध षड्वादनतः अष्टवादन. अस्तु इदानीम् अस्तु, अतः सर्वे वदन्ति भारतदेशे यद् अस्ति तदेव भवतु, तत्र परिवर्तनं मा मास्तु इति. सत्यं वा? षड्वादनतः षड्वादनतः सार्धसप्तवादनपर्यन्तं भारतदेशे तदेव अस्ति. यत् तदस्ति तस्य तदनुसृत्य अत्र किं भवति सः एव समयः अग्रिमसप्ताह आरभ्य आरभ्य ईस्टर्न् स्टाण्डर्ड् टैम् भवति 8:30 to 10 महोदय. समीचीनं वा? एतत् किं महोदय, कति दिनपर्यन्तं चलति एतत्? नवम्बर् तत्र अक्टोबर् अथवा नवम्बर् मासपर्यन्तं महोदय. अक्टोबर् फस्ट् वीक् अस्तु, अक्टोबर् फस्ट् वीक्. अतः तदनन्तरम् एषः एव समयः पुनः पुनः एक एकघण्टा अधिकम् इति नास्ति. किमपि न परिवर्तनं भवति महोदय, एतदेव चिन्तनमासीत्. किन्तु हा अस्तु, अतः भारतदेशे कोऽपि परिवर्तन किमपि परिवर्तनं नास्ति. नवेम्बर् अस्ति महोदय, नवेम्बर् 1 वा? अस्तु, भारतदेशे किमपि परिवर्तनं नास्ति. अत्र अमेरिकादेशे तत्र इदानीं तत्र ईस्टर्न् स्टाण्डर्ड् टैम् भवति सार्ध अष्टवादनतः दशवादनपर्यन्तम्. अपि सेण्ट्रल् मध्ये के सेण्ट्रल् टैम् मध्ये सन्ति? अस्तु, शोभा भगिनी, शुभा भगिनी अपि वा सेण्ट्रल् अस्ति वा भवती अपि? अस्तु, उषा भगिनी सेण्ट्रल् एव? अस्तु अस्तु अस्तु अस्तु, गीताञ्जलि भगिनी अपि सेण्ट्रल् एव अस्ति महोदय, सः अपि सेण्ट्रल् एव अस्ति. अस्तु अस्तु, अतः तत्र बहु बहु जनाः तत्र सन्ति. अस्तु अस्तु, तर्हि सौत् इण्डिया. अस्तु तर्हि विरमाम. नरेश् महोदय धन्यवादः महोदय, प्रश्नं पृष्टवान् समीचीनः. अस्तु अस्तु, ईमेल् द्वारा प्रेषयामि. नूतनसमयः कः यत् वयं चिन्तितवन्तः तम् ईमेल् द्वारा अपि एकवारं प्रेषयामि. अस्तु तर्हि विरमाम. सर्वेभ्यो नमः, अग्रिमवर्गे मिलामः. नमस्कारः. धन्यवादः महोदय, धन्यवादः. एकनिमिषं भगिनि.